अस्तु, तर्हि अद्यतनः विषयः अस्ति, नूतनविषयः अस्ति अगाधिकरणे अजन्तदातवः इति. तर्हि रामप्रिया भगिनी पठति वा? आं भगिनि, अदादिगणे अजन्तदातवः. अदादिगणे द्विसप्ततिः धातवः सन्ति. यदा सर्वेषु गणेषु कर्तार्थके सार्वधातुकप्रत्यये परे कर्तरि शप् इत्यनेन शप् विहितः अस्ति, तदा अदिप्रभृतिभ्यः शपः इत्यनेन शपः लुक् लोपः भवति. स्थितस्य शप् प्रत्ययस्य लुक् अतः व्यवहारिकत्वेन अदादिगणे कोऽपि विकरणप्रत्ययः नास्ति. अत्र तु वयम् अदादिगणीयविषये इदानीं पश्यामः. द्विसप्तति धातवः सन्ति अदादिगणे. अत्र प्रथमं यदा सर्वेषु गणेषु भवति अत्रापि कर्तरीशप् कर्त्रार्थके सार्वधातु परे प्रथमं कर्तरीश् इति सूत्रेण शब्दः भवति. अनन्तरम् अधिप्रभृतिभ्यः शपः इति सूत्रेण शप् लुक् भवति. लुप् इत्युक्ते लोपः भवति. अतः अदादिगणे कोऽपि विकर्णप्रत्ययः नास्ति एव. अधिप्रभृतिभ्यः शपः अदादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप् प्रत्ययस्य लुक् लोपः भवति. अधिः प्रभृतिभिः आदिः येषां ते अधिप्रभृतयः बहुव्रीहिः तेभ्यः अधिप्रभृतिभ्यः अधिप्रभृतिभ्यः पञ्चम्यन्तं शपः षष्ट्यन्तं द्विपदम् इदं सूत्रम्. न्यक्षत्रियार्षनितो युनि लुगण्योः इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अधिप्रभृतिभ्यः शपः लुक्. सूत्रस्य अर्थः अस्ति यदा अदादिगणे धातुभ्यः विहितः शप् प्रत्ययः लुक् भवति. लुक् इत्युक्ते लोपः भवति इति. अधि इत्युक्ते अधिप्रभृतिः इत्युक्ते आदिः अद् धातु इति. आम् अद् धातु तदेव किल. आम् शप् लुक् भवति अत्र अदादिगणे. धन्यवादः सुब्रह्मण्यं भगिनी. अत्र एकः प्रश्नः, अत्र अधिप्रभृतिभ्यः शपः अस्ति, धातुः आदिमधातुः अस्ति अद् इति, अधिसप्तमी भवति किल. अत्र अन्येषु सूत्रेषु यदा अन्यगणेषु वयं दृष्टवन्तः क्रियादिभ्यः तनादिभ्यः तुदादिभ्यः, तादृशम् अत्र किमर्थं नास्ति इति जिज्ञासा. अदादिभ्यः शपः इत्यपि भवितुम् अर्हति किल. लाघवार्ते इत्युक्ते प्रवृत्तिभ्यः किञ्चित् अस्माकं कृते नूतनशब्दः अस्ति सत्यं भगिनि, किन्तु पाणिनिः विकल्पेन इति कदाचित् वदति वा, यदि यत्र विकल्पकार्यं भवति तत्रापि भिन्नभिन्न वाक्यस्य प्रयोगं करोति खलु. प्रायः छन्दसः कृते एतदपि अदि इति सप्तमी वा? अदिः प्रभृतिः अनन्तरम् अदिः प्रभृतिभिः अनन्तरं तेभ्यः इति दोषः भवतां भगिनि. अदिः प्रभृति प्रभृतिः अदिः द्वयमपि प्रथमा एव सुब्रह्मण्य महोदय आगतवान् मणिमहोदय आगतवान् ध्वनिः मणिमहोदय अस्ति वा? प्रायः मम ध्वनिः अस्ति भगिनि, इदानीमेव अन्म्यूट् कृतवान्. अस्तु महोदय, इदानीं समीचीनमस्ति वा भगिनि ध्वनिः? इदानीमपि अस्ति वा? अत्र पठामि वा भगिनि? अत्र प्रथमबिन्दुः अस्ति, अत्र प्रश्नः उदेति यत् लोपलुक् इत्यनयोः भेदः कः? द्वाभ्यां प्रत्ययस्य अपगमनम्। लोपः इत्युक्ते प्रत्ययः गतः, परन्तु अनुपस्थितौ अपि कार्यं कर्तुम् अर्हति। एतदर्थं सूत्रमस्ति प्रत्ययलोपे प्रत्ययलक्षणम्। अनेन प्रत्ययस्य लोपे सत्यपि लुप्तप्रत्ययस्य लक्षणम् अस्त्येव। लक्षणम् अस्ति इत्युक्ते लुप्तप्रत्ययः यद्यपि न दृश्यते, परन्तु तस्य प्रभावम् अनुसृत्य यत्किमपि कार्यं प्रसक्तम् अस्ति तत्कार्यं भवति। अत्र एकः विचारः अस्ति, प्रश्नः भवति अत्र लोपः लुक् इत्यनयोः भेदः कः इति। द्वयोः अपि अर्थः अस्ति प्रत्ययस्य अपगमनं, इत्युक्ते प्रत्ययः न दृश्यते अत्र, न भवति एव। परन्तु अत्र लोपः इत्युक्ते यद्यपि प्रत्ययः अपगच्छति न दृश्यते, तथापि किमपि कार्यं भवति तस्य, तत्तु भवितुम् अर्हति इति। तदर्थम् एकं सूत्रमस्ति तत्तु प्रत्ययलोपे प्रत्ययलक्षणम् इति अस्ति। लक्षणम् अस्ति इत्युक्ते अत्र यथा अत्र यद्यपि प्रत्ययः न दृश्यते धातुना, तथापि तस्य यद्यपि कार्यमस्ति तत् कार्यं भवितुम् अर्हति एव। अत्र सूत्रमस्ति प्रत्ययलोपे प्रत्ययलक्षणं, प्रत्ययलुप्ते सति प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्। प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठी तत्पुरुषः तस्मिन् प्रत्ययलोपे। प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणं बहुव्रीहिः। सूत्रं स्वयं सम्पूर्णं प्रत्ययलोपे प्रत्ययलक्षणं। अत्र प्रत्ययलोपे प्रत्ययलक्षणम् इत्य सूत्रस्य विवरणमस्ति। तस्य अर्थः अस्ति यद्यपि प्रत्ययः लुप्तः भवति, तथापि यत्किमपि कार्यं विहितमस्ति तत् कार्यं भवतु इति तस्य अर्थः। अत्र सूत्रं स्वयं सम्पूर्णम् इत्युक्ते अत्र कोऽपि कापि अनुवृत्तिः नास्ति। आं भगिनि, तर्हि प्रत्यये लुप्ते तदाश्रितं कार्यं भवति, लुक् न तथा। प्रत्ययस्य लुक् भवति चेत् न केवलं प्रत्ययः गच्छति अपि तु तदाश्रितं कार्यमपि न स्यात्। तद् विधायकं सूत्रमस्ति न लुमताङ्गस्य। अग्रे अपि पठित्वा वदामि भगिनि। न लुमताङ्गस्य, यस्मिन् शब्दे लु अस्ति तेन शब्देन प्रत्ययादर्शनं विहितं चेत् सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात्। लुः अस्य अस्ति इति लुमान् तेन लुमता, न अव्ययपदं लुमता तृतीयान्तम् अङ्गस्य षष्ठ्यन्तं त्रिपदमिदं सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य पूर्णतया अनुवृत्तिः। अनुवृत्तिसहितसूत्रमस्ति लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न। अत्र यदा महोदयेन उक्तवान् यदा महोदयः उक्तवान् तत्र लोपः अपि च लुक् द्वयोरपि अर्थः अदर्शनमेव भवति, तर्हि तत्र कः भेदः इति पश्यामः चेत् अत्र विशिष्टसूत्रमस्ति प्रत्ययलोपे प्रत्ययलक्षणम् इति। यदा प्रत्ययः अपगच्छति. साधारणतया लोपः इत्युक्ते तत्र यद्यपि लोपः जातः तथापि तत्र तत् निमित्तं भवति अपि च तस्य कार्यं भवति, परन्तु लुक् विषये तादृशं न इति. यत्र कुत्रापि सूत्रे लुक् इति लु इति शब्दः अस्ति, तत्र लुक् कारणेन यत् प्रत्ययः अपगच्छति तस्य तत् निमित्तं न भवति, इत्युक्ते तस्य कार्यं न भवति एव. लोपस्य विषये कार्यं भवति, परन्तु लुकि विषये तत्र अङ्गकार्यं न भवति इति अस्ति. अस्य विधायकं सूत्रमस्ति न लुमताङ्गस्य इति. अत्र लुमता इति तृतीयान्तरूपमस्ति, लुमत् प्रातिपदिकमस्ति. वयं पूर्वं प्रायः जानीमः तत्र मधुवर्ते इति प्रत्ययः आगच्छति, यथा बुद्धिमान् वा शक्तिमान्, तत्र शक्तिमत् तत्रापि तृतीया भवति बुद्धिमता इति. तर्हि तत्र अस्य अस्मिन् वा अस्ति इति अर्थः भवति. तादृशमेव अत्र लुमता इत्युक्ते यत्र यत्र लु भवति तेन कारणेन यदि प्रत्ययलोपः भवति तर्हि अङ्गस्य प्रत्ययलक्षणं न, इत्युक्ते अङ्गकार्यं न भवति इति. भगिनि प्रश्नः अस्ति, अत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रे प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणं बहुव्रीहिः इति अस्ति. अत्र प्रत्ययलक्षणम् इत्युक्ते यस्य निमित्तं, प्रत्ययस्य लक्षणं यस्य निमित्तम् अस्ति, तर्हि अङ्गः इति वा? प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययस्य लक्षणम् इत्युक्ते किमपि कार्यं विहितं तत् कस्यापि निमित्तम् अस्ति. कस्य निमित्तम् इत्युक्ते कार्यस्य एव निमित्तं भवति खलु. निमित्तम् अङ्गस्य न भवति. एकं कार्यमस्ति चेत् गुणकार्यं, वृद्धिकार्यम् इति एकं कार्यमस्ति चेत् तस्य एव निमित्तम्. अङ्गं तु अस्ति, अङ्गमपि एकं निमित्तं प्रायः स्यात् कुत्रचित्. अत्र विहितं कार्यं प्रत्ययस्य लक्षणे, प्रत्ययस्य लक्षणं प्रत्ययस्य लक्षणमेव कार्यं सूचयति. आम् आम् प्रत्ययलोपे सति अपि कार्यं अस्तु. अग्रे पठामि. अस्मिन् सूत्रे लुमता लुमत् इति प्रातिपदिकस्य तृतीयाविभक्त्यन्तं रूपम्. इदं मतु प्रत्ययान्तं प्रथमाविभक्तौ लुमान्. मतु प्रत्ययस्य अर्थः अस्य अस्मिन् वा यथा बुद्धिमान् इत्युक्ते बुद्धिः अस्य अस्मिन् वा इति, सः बुद्धिमान्. तर्हि लु अस्य अस्मिन् वा, लु अस्य अस्मिन् वा सः लुमान्. व्याकरणे त्रयः लुमन्तः सन्ति, लुक् श्रु लुप् च इति. इदं सूत्रं व्यक्ति यत् येन अदर्शनं भवति सः लुमान् अस्ति चेत् तर्हि प्रत्ययलोपे प्रत्ययलक्षणं न भवति. सहितसूत्रं तथा एव, यदा लुमता प्रत्ययलोपे तदा अङ्गस्य प्रत्ययलक्षणं न, अतः न लुमताङ्गस्य इति सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य बाधकसूत्रम्. तर्हि अत्र सारांशः एवं यत् लुक् इत्यनेन कस्यचित् प्रत्ययस्य आदर्शनं भवति चेत् यस्मात् अङ्गात् सः प्रत्ययः लुप्तः जातः तस्मिन् अङ्गे सः लुप्तप्रत्ययः तदानीम् अङ्गकार्यस्य निमित्तं न भवितुम् अर्हति. अत्र न लुमताङ्गस्य इति सूत्रे लुमता इति पदं लुमत् इति प्रातिपदिकस्य तृतीया अस्ति, तृतीयारूपम् अस्ति. अत्र मथुप् इव यथा मथुप् प्रथमाविभक्तौ मथुप् प्रत्ययः अस्ति, अत्र प्रथमाविभक्तमस्ति लुमान् इति. मथुप् प्रत्ययस्य अर्थः किमपि अस्मिन् अस्ति इति. उदाहरणार्थं बुद्धिः अस्य अस्मिन् इति, सः बुद्धिमान्. तथा लू अत्र तु लू अस्य लू अस्य अस्मिन् वा, सः लुमान्. अत्र त्रयः लुमन्तः शब्दाः सन्ति, लुक् श्लु लुप् इति. अत्र इद अस्मिन् सूत्रे दत्तमस्ति येन येन अदर्शनं भवति सः लुमान् अस्ति चेत्, तर्हि प्रत्ययलोपे प्रत्ययस्य लक्षणं न भवति. प्रत्ययलक्षणम् इत्युक्ते कार्यं न भवति. अनिवृत्तिसहितसूत्रं वदति यदा लुमता प्रत्ययलोपे तदा अङ्गस्य प्रत्ययलक्षणं न. अतः लुमान्तस्य इति सूत्रे प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रस्य बाधकसूत्रमस्ति. प्रत्ययलोपे प्रत्ययलक्षणम् इति तु सर्वेषां प्रत्ययानां कृते अस्ति यत्र लोपः भवति, परन्तु अत्र न लुमताङ्गस्य इति सूत्रं केवलं लुमत् कृते एव दत्तमस्ति. अतः यत्र लुक् इत्यनेन कस्यचित् यत्र प्रत्ययेन प्रत्ययस्य आदर्शनं भवति, लोपः भवति चेत् यस्मात् अङ्गात् सः प्रत्ययः लुप्तः जातः तत्र लुप्त लुक् प्रत्ययस्य अङ्गकार्यस्य निमित्तं न भवितुम् अर्हति इति सारांशः. एकं वक्तुम् इच्छामि भगिनि. अत्र प्रायः मम अवगमनम् एवम् अस्ति, अत्र न लुमताङ्गस्य इति सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य बाधकसूत्रं, किन्तु अपवादं नास्ति. अपवादं तु प्रत्ययलोपे प्रत्ययलक्षणम् इति एक अपवादं सूत्रं भवति. यत्र लोपः इति जायते तर्हि प्रत्ययलोपे प्रत्ययलक्षणम् अपवादसूत्रम्. क्षम्यतां, बाधकसूत्रम् अस्ति, तत्र कार्यं बाधितम् अस्ति अत्र. आमां, प्रायः तदेव अत्र क्लेशः नास्ति. अग्रे आं भगिनि, मम अपि एकः प्रश्नः अस्ति. लुमता इत्युक्ते लुक् लुप् अपि वा? लोपः लुमता इत्युक्ते अत्र अग्रे उक्तमस्ति, भगिनी एव पठतु अग्रे, भगिनी अत्र पठतु. अस्ति वा? तत्रैव अस्ति. आहत्य लोपप्रकरणे चत्वारि सूत्राणि क्रमेण अदर्शनं लोपः, लोपसंज्ञया अदर्शनं विहितं, प्रत्ययस्य लुक् श्लु लुपः, लुक् श्लु लुपः इत्यादि इत्याभिः तिस्त्रुभिः संज्ञाभिः अदर्शनं विहितं, प्रत्यये लोपे प्रत्ययलक्षणं, प्रत्यये लुप्ते तादृश तद् आश्रितं कार्यं स्यात्, न लुमता अङ्गस्य लुमताशब्देन लुप्ते तन्निमित्तकार्यं न स्यात्. लोपप्रकरणे चत्वारि सूत्राणि अस्ति, अत्र क्रमेण दत्तमस्ति. प्रथममस्ति अदर्शनं लोपः इति, संज्ञासूत्रमस्ति, लोपः विहित सूत्रमस्ति, प्रत्ययस्य लुक् श्लु लुपः तदपि संज्ञासूत्रमेव, लुक् लुक् श्लू लुपः लुप् इत्यादिभिः अदर्शनं अदर्शनं भवति इत्यादिभिः इति अस्ति. प्रत्ययलोपे प्रत्ययलक्षणम् इति परिभाषासूत्रम् अस्ति. प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात्. यदा प्रत्ययः लोपः भवति चेदपि तदाश्रितं तद् निमित्तकार्यं भवति इति न लुमताङ्ग लुप्ते यत्र लोपः इति लुक् श्लु लुक् त्रिषु स्थलेषु अपि लोपः इति भवति. किन्तु यत्र लुक् भवति तत्र कार्यं स्यात् इति प्रत्ययलोपे भवति लक्षणं. न लुमता अङ्गस्य लुमता तत्र लुमता इति शब्देन यदा लोपः भवति चेत् तन् निमित्तकार्यं न स्यात्. तर्हि लुमता के लुमान्तः प्रत्ययाः के के प्रत्ययाः यस्य लु अस्य लु अस्ति तद् तदानीमेव मम प्रश्नः आगच्छति. लुप्ते इत्युक्ते अपि लु अस्ति किल इति. हा सत्यं. तर्हि तदेव द्वितीयसूत्रं वदति प्रत्ययस्य लुक् श्लु लुपः इति त्रिषु स्थलेषु अपि लोपः भवति इति. तर्हि त्रिषु प्रत्ययेषु अपि लु इति अस्ति. तर्हि सर्वे तु लुमान्तः लुमान् लुक् अपि लुमान् श्लु अपि लुमान् लुप् अपि लुमान्. किन्तु लुमान् अस्ति त्रिषु स्थलेषु अपि प्रत्ययेषु लोपः तु भवति. किन्तु लुप् लुप् कार्यं तु भवति अत्र प्रत्ययलोपे इति यत्र यत्र अत्र लुमताङ्गस्य वदति यत्र लु इति अस्ति लु इति कार्यं भवति इति अदर्शनं भवति. तर्हि तस्य कार्यं नास्ति इति. अनन्तरम् अत्र अपवाद तदेव उक्तवती बाधकसूत्रमस्ति न लुमताङ्गस्य. किन्तु अपवादसूत्रं यत्र लोपः लुप् इति भवति तत्र तु प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन तदाश्रितं आश्रितं कार्यं तिष्ठति भवति. त्रीणि अपि लुमता एव किल. अदादिगणे एव तदेव महोदयेन ह्यः प्रतिपादितं यत्र लोपः लुप्त लोपः इत्यस्य तान्तपदमस्ति लुप्त इति. इत्युक्ते लोपः अदर्शनं भवति इति एव अत्र अर्थः. लोपः लुप् द्वौ अपि भिन्न भिन्नकार्यं लोपः इति सामान्ये यत्र अदर्शनं भवति तदेव लोपः इति अर्थः. तस्य तान्तप्रत्ययः अस्ति लुप्त इति पदं सान्दर्भम्. अनन्तरं लुप् इति तु प्रत्ययः साक्षात् प्रत्ययः लुप् अस्ति प्रत्ययस्य कार्यं लुक् श्लु लुप् इति त्रिषु संज्ञाभिः संज्ञा अस्ति लुप् इति संज्ञा. लोपः इति कार्यमस्ति अदर्शनं भवति इति एकं कार्यम्. एतत् सूत्रम् अदादिगणे एव कार्यं करोति इति वा? अदादिगणे लुक् इति आयाति. कुत्रचित् अन्यत्रापि प्रायः स्यात् लुक् इति अस्ति चेत् यत्र यत्र लुक् अस्ति तत्र तत्र न लुमताङ्गस्य इति सूत्रम् आगत्य तादृशदाश्रितं कार्यं न भवति. भगिनी भवती उक्तवती यत्र अपवादसूत्रम् अस्ति इति. कुत्र अस्ति यत्र यत्र लुप् लुप् लुप् इति आयाति खलु यत्र यत्र लुप् भवति तर्हि तत्र तु प्रत्ययलक्षणं तिष्ठति. लुमताङ्गस्य वदति कार्यं न भवति इति. किन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रं तद् प्रबाद्य न लुमताङ्गस्य इति सूत्रं प्रबाद्य प्रत्ययलोपे प्रत्ययलक्षणम् आगत्य वदति यत्र लुप् अभवत् तत्र कार्यं निश्चयेन भवति इति. वयम् इदानीमेव बाधकसूत्रमिति चिन्तितवन्तः किल, न तु अपवादसूत्रम् इति उक्तवती भवती, न लुभतां दर्शयति कार्यस्य बाधकसूत्रम्, प्रत्ययलोके प्रत्ययलक्षणम् इति कार्यस्य बाधकसूत्रम्। किं भगिनि रामप्रिय भगिनि किमपि सुब्रह्मण्यमहोदय किमपि दोषं वदामि चेत् कृपया उपेक्षता। तर्हि किम् इत्युक्ते लुमथा इत्युक्ते त्रिषु कार्य त्रिषु स्थलेषु लुमथा भवितुं लुमान् लुमान् त्रिषु प्रत्ययाः लुमान्तः संज्ञाः लुमान्तः अस्ति, त्रिषु संज्ञाः त्रीणि त्रयः तिस्रः संज्ञाः लुमान्तः अस्ति। तर्हि लुक् वा श्लु वा लुक् त्रयः संज्ञाः अपि यत्र लुक् इति अस्ति, यत्र लुक् इति संज्ञा भवति यस्य, तत्र तु प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन कार्यं विधीयते निश्चयेन। किन्तु यत्र लुक् वा श्लु वा भवति, लुपपि लुमान्तः अस्ति, लुमान् अस्ति, किन्तु लुक् श्लु इत्येषाम् एव न लुमताङ्गस्य इत्यनेन कार्ये बाधितम् अस्ति। अत्र लुप् अपि लुमता लुमान् अस्ति खलु भगिनि, क्षम्यतां भगिनि, अत्र लुप् अपि लुमान् अस्ति खलु, अत्र तर्हि न लुमताङ्गस्य इत्यनेन कार्यं न स्यात्, किन्तु किं भवति प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन कार्यं विधीयते। भगिनि अहं किञ्चित् वदामि, अत्र केवलं लुक् अपि च श्लू अस्ति चेदेव न लुमताङ्गस्य इति कार्यं करोति, किन्तु न दत्तमस्ति किल कुत्रापि, किन्तु विपरीतरीत्या तद् तदेव अर्थः तदेव किं वदामि रिसल्ट् तादृशं भवति खलु, यत्र लुप् अस्ति चेत् प्रत्ययलोपे प्रतिलक्षणम् इति सूत्रस्य प्रसक्तिः अस्ति खलु, बलम् अधिकम् अस्ति खलु प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रे, अनुवृत्तिः अपि किमपि नास्ति, केवलं प्रत्ययः प्रत्यये लुप्ते सति इत्युक्ते लोपे इति लुप्तः भवति चेदेव केवलं तदेव खलु, लुप् लुप् इति संज्ञया कोऽपि सम्बन्धः नास्ति किल तत्र, तत्र अस्ति भगिनि एकनिमिषम् अहं स्वीकरोमि, एकम् उदाहरणं स्वीकृत्य वदामि। अत्र तु यदि यत्र लुक् भवति श्लू भवति तत्र तु अस्माकं संशयः नास्ति खलु, यत्र लुक् इति भवति तत्रैव तृतीयस्थले एव अस्माकं प्रश्नः अत्र नास्ति। भगिनि अहम् इदानीं स्मरामि, महोदयः ह्यस्तनवर्गे उक्तवान् लुप् लुप्ता द्वयोः मध्ये कोऽपि सम्बन्धः नास्ति इति उक्तवान्, अत्र लुप् तु लुप् इत्युक्ते अत्र अदादिगणे लुप् इत्यस्य प्रसक्तिः अस्ति, लुप्ता इत्युक्ते लोपः इति, परन्तु लुक् परन्तु लुक् लुप्ता द्वयोः, क्षम्यतां भगिनि वदतु भगिनि, भगिनी अपि तदेव उक्तवती किल लुप् अपि च लुप्तः तान्तरूपम् अस्ति इति, परन्तु अत्र लुप् संज्ञा अहम् उदाहरणं वदामि, अधुना अधिप्रभृतिभ्यः शपः लुक् इति अस्ति, तर्हि लुक् इत्यस्य कार्यमस्ति, तर्हि अदर्शनं लोपः प्रत्ययस्य लुक् श्लु लुपः इत्यनेन तत् अदर्शनम् इति एकं कार्यं भवति खलु, किन्तु अधुना द्रष्टव्यं प्रत्ययलोपे प्रत्ययलक्षणम् इति तदाश्रितं कार्यं भवति वा नो चेत् न लुमताङ्गति इत्यनेन तन्निमित्तकार्यं न स्यात् वा इति द्रष्टव्यं भवति, अत्र तु प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कार्यं नास्ति, अत्र लुक् भवति चेत् लुक् अस्ति चेत् न लुमताङ्गस्य सूत्रेण एव कार्यं न विधीयते, श्लू अपि तथा एव, उदाहरणार्थम् अहं वदामि यत्र लुक् भवति लुप् इति संज्ञा यत्र भवति. उदाहरणार्थम् एकं सूत्रमस्ति हल्न्याभिदीर्घस्तुतिः अपरूक्तं हल् इति एकं सूत्रमस्ति. वयं प्रायः पूर्वं पठितवन्तः खलु, यत्र यत्र लङ्लकारे इस् इति अस्ति, ककारः एव तिष्ठति खलु, पकारस्य इकारस्य पकारस्य लोपं भूत्वा चकारः एव तिष्ठति. तर्हि यद्यपि यदि एकं हलन्तधातुः अस्ति चेत् तदनन्तरं तकारः इति प्रत्ययः अस्ति चेत् हल्न्याभ्युदीर्घस्तुतिस्ति अपृक्तं हल् इति सूत्रेण तकारस्य लुप् भवति. अनुवृत्तिसहितसूत्रम् अस्ति दीर्घात् हल्न्याभ्यो स्तुतिसि अपृक्तं हल् लुप्यते इति, लुप् भवति तस्य. तर्हि लुप्यते इति लुप् इति अस्ति, तत्र किं भवति, न लुमुतामृतस्य इति कार्यं न भवति. किमर्थम् इत्युक्ते प्रत्ययलो तद् प्रभाते न लुमुतामृतस्य, यद्यपि लुप् इति लुमान् अस्ति तथापि न लुमुतामृतस्य इति प्रभाद्य प्रत्ययलोपे प्रत्ययलक्षणं कार्यं करोति. किमर्थम् इत्युक्ते मम मनसि अस्ति कार्यक्षेत्रं तु न्यूनम् अस्ति खलु, लुमता इति कार्यक्षेत्रं लुक् अस्ति, श्लु अस्ति, लुप् अस्ति, किन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कार्यक्षेत्रं लुप् एव अस्ति खलु, साक्षात् लुप् इति एव अस्ति. प्रायः महोदय भवती यत् यदुक्तवती तत् अत्र तु न दर्शितम् अस्ति, तत् विषयः सः विषयः इति सः विषयः तद् अधुना अस्माकं चर्चा कार्यम् अदादिगणे कार्यं तु लुक् एव अस्ति खलु, अतः महोदयेन प्रतिपादितम्. अपि च लुप् न लुमताङ्गस्य इति सूत्रं केवलं लुक् श्लु विषये एव कार्यं करोति इति अपि न दत्तम् अस्ति अत्र तु. किमर्थम् इत्युक्ते लुक् इत्यस्य प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कार्यं सूत्रस्य अत्र प्रसक्तिप्राप्तिः नास्ति, प्रसक्तिप्राप्तिभोपि नास्ति. अहं वदामि लुप् लुप् विषये अत्र कार्यं नास्ति इति पठित्वा न अवगन्तुं न शक्यते इति वदामि. अस्माकं प्रसक्तिः अस्ति एव, श्लू अपि अस्ति, परन्तु लुप् विषये कार्यम् एतत् सूत्रं कार्यं न करोति इति पठित्वा अवगन्तुं न शक्यते इति. सत्यं भगिनि, आमां तत्तु अग्रे प्रायः अग्रे पठिष्यामः यत्र लुप् कार्यम्. अधुना तु लुक् इति कार्यमस्ति, प्रायः मया न वक्तव्यमस्ति, लुक् इति कार्यमस्ति. तर्हि लुक् इति प्रज्ञा अस्ति अस्माकम् अधुना, तर्हि कार्यमस्ति. तर्हि न लुमताङ्गस्य इति सूत्रेण कार्यं बाधितं भवति, प्रत्ययस्य लक्षणकार्यं लक्षणं न भवति, न तिष्ठति. तत्तु लुक् इत्यस्य संशयः नास्ति खलु, अधुना लुक् इति विषये संशयः नास्ति. तर्हि अग्रे गच्छामि. तर्हि लुप् इत्येष अनन्तरं पश्यामि यत्र कार्यं तादृशकार्यं भवति तत्र पश्यामः इति. किञ्चित् क्षम्यताम्, अहं किञ्चित् अधिकम् उक्तवती इति. तर्हि भगिनी पूरयति वा, अहं पठामि वा, एकं वाक्यम् अन्यत् शान्तिभगिनी पठितवती खलु. अदादिगणे विकरणप्रत्ययः शप् आसीत्, अनन्तरं तस्य लुक् अभवत्, लुमता शपः अदर्शनं जातम्, अतः धात्वङ्गे शप् निमित्तकम् अङ्गकार्यं न अर्हम् इति सारांशः. अत्र शप् अस्ति विकरणप्रत्ययः, अनन्तरं तस्य लुक् भवति अधिप्रभृतिभ्यः शापः लुक् इति सूत्रेण लुक् अभवत्, लुक् लुमान् अस्ति, न लुमताङ्गस्य इति सूत्रेण यस्य लु आदर्शनं जातं तस्य कार्यं न विहितम् अस्ति, अतः धात्वाङ्गे शप् निमित्तकम् अङ्गकार्यं न अर्हम् अत्र. रामक्रिया आं भगिनि. अधुना नूतनबिन्दुः यद्यपि शपः लुक् जातम् अतः शप् निमित्तिकम् अङ्गकार्यं निषिद्धं परन्तु कुत्रचित् लुक् निमित्तं विशिष्टकार्यं सञ्जायते. यत्र लुक्कः सङ्केतः सूत्रेषु भवति तत्र एतादृशं कार्यम् अदादिगणे भवति इति बोध्यं. यथा उतो वृद्धिर् लुकि हलि इति सूत्रं द्रक्ष्यामः. लुकः विषये हलादिपिति उदन्ताङ्गस्य वृद्धिः. पित् परे अस्ति अतः गुणः भवति स्म परन्तु गुणं प्रबाद्य वृद्धिः. अस्मिन् सूत्रे लुक् अस्ति अतः अदादिगणे तस्य प्रसक्तिः. यदा यथा यु योगः ति यकारः योगः औ योगः ति यौति. अन्यत्र अत्र अन्यत्र यत्र शप लोपः जातः किन्तु लुक् इत्यनेन न तत्र अस्य सूत्रस्य प्रसक्तिः न भवति. तर्हि सारांशः अत्र यत् अदादिगणे कोऽपि विकर्णप्रत्ययः न दृश्यते परन्तु विकर्णप्रत्ययस्य यया रीत्या अदर्शनं कृतं तया विशिष्टकार्यमपि भवति यदा अत्र वृद्धिः. अत्र एकं नूतनबिन्दुः अस्ति. यदा शपः लुक् लुक् जातम् अपि तद् निमित्तकम् अङ्गकार्यं शप् निमित्तकम् अङ्गकार्यं न भवति परन्तु विशिष्ट कार्यं लुक् निमित्तकं विशिष्टकार्यं सञ्जायते. इत्युक्ते स्थले विशिष्टस्थले भवति इति. तत्र तु सङ्केतः भवति अदादिगणे इति एकं सङ्केतः भवति. तत्र विशिष्ट शप् निमित्तिकविशिष्टकार्यं तत्र भवति लुक् लुक् अस्ति चेदपि. उदाहरणरूपेण उतो वृद्धिर्लुकि हलि इति सूत्रं तत्र तु लुक् अस्ति हलादि पित् अस्ति चेत् उदन्त अङ्गस्य वृद्धिः भवति इति. पित् अस्ति इति कारणतः गुणः भवति भवति स्म परन्तु अत्र तु गुणं प्रबाद्य वृद्धिः भवति एतत् सूत्रेण. किमर्थम् इत्युक्ते अत्र लुक् भवति अदादिगणे लुक् इति लुक् इति प्रसक्तिः अस्ति. उदाहरणरूपेण यु योगः ति तत्र तु उकारः वृद्धिः जातः औ इति भवति. यौति इति तिगन्तरूपं. यथा लोपः जातः यदा लुक् न भवति लोपः इति अस्ति अस्ति इति सूत्रे क्षम्यतां यत्र लोपः जातः किन्तु लुक् इत्यनेन न इत्युक्ते अस्मिन् सूत्रस्य प्रसक्तिः न भवति. विकर्णप्रत्ययः न दृश्यते अपि अदादिगणे अदर्शनं विशिष्टकार्यमपि भवति यदा अत्र वृद्धिः. अग्रे पठामि भगिनि. सुब्रह्मण्यं आं भगिनि. द्वितीयबिन्दुः अस्ति. अदादिगणे विकरणप्रत्ययः न दृश्यते अतः धातोः साक्षात् परे तिङ्प्रत्ययाः विहिताः भवन्ति. यथा पायोगः ति पाति. प्रथमवारम् अस्माभिः एतादृशी गतिः अवलोकिता. एतावता धातुः कुत्रापि तिङ्प्रत्ययेन न प्रभावितः. भ्वादिगणे दिवादिगणे तुदादिगणे स्वादिगणे तनादिगणे क्रियादिगणे च धात्वाङ्गे अङ्गकार्यस्य निमित्तं विकरणप्रत्ययः एव, परन्तु अदादौ न तथा, यथा इण् धातुः इ योगः ति एति, इ योगः तः इतः। सारांशः एव यत् अदादौ धातोः अङ्गकार्यं साक्षात् तिङ्प्रत्ययेन, तिङ्प्रत्ययाः परिवर्तन्ते अतः अङ्गकार्यमपि परिवर्तते। अत्र द्वितीयबिन्दुः अस्ति, अत्र इदानीं पर्यन्तं वयं दृष्टवन्तः भ्वादिगणं, भ्वादिगणः, दिवादिगणः, तुदादिगणः, स्वादिगणः, तनादिगणः, क्रियादिगणः। अत्र प्रथमसोपानं तस्य कार्यं भवति धातुः विकरणप्रत्ययः द्वयोः मेलनं भूत्वा अत्र अङ्गं निष्पन्नं भवति। अत्र अङ्गकार्यं विषये अत्र अत्र विकरणप्रत्ययः एव निमित्तं भवति, परन्तु अदादिगणे तथा नास्ति। किमर्थं चेत् अदादिगणे विकरणप्रत्ययः लुक् भवति, अतः विकरणप्रत्ययः न दृश्यते। तदर्थमत्र अङ्गकार्यस्य विषये अत्र तिङ्प्रत्यय एव निमित्तं भवति, तदर्थमत्र अङ्गकार्यमपि भिन्नः भवति। यथा तिङ्प्रत्ययः तदाधारेण एव अङ्गकार्यमपि अदादिगणे। अत्र उदाहरणरूपेण इण् धातुः यदि स्वीकुर्मः, अत्र इ योगः ति, अत्र ति तु पित् अस्ति, अतः अत्र इकारस्य गुणः भवति, तदर्थम् अत्र एति इति रूपं निष्पन्नं भवति। अत्र इ योग तदपि एव अङ्गकार्यम्। अत्र अनन्तरं यदि तः इति प्रथमपुरुष द्विवचने नयामः, अत्र इ योगः तः, तः तु अपि तस्य, अतः अत्र कोऽपि अत्र गुणकार्यस्य निषेधं भवति, अतः अत्र अङ्गकार्यं तु कोऽपि न भवति, केवलं वर्णमेलनमेव, इतः इति रूपं निष्पन्नं भवति। अन्येषु गणेषु तथा न भवति। किमर्थं चेत् अत्र तेषु गणेषु धातुविकरणप्रत्ययः मेलनं भूत्वा अङ्गं निष्पन्नं भवति। अगादिगणे विकरणप्रत्ययः लुक् अतः अत्र अङ्गकार्यमपि तिङ्प्रत्ययम् आधारेण एव भवति। आं भगिनि, अग्रे भगिनि, मम एकः प्रश्नः अस्ति, अत्र इयोगः ति अत एति इति तत्र पुनः पित्वम् अपित्वं तत्सर्वम् आवश्यकम् अस्ति वा अत्र? आं भगिनि, यत्र वयम् अधुना अङ्गं तु इ अस्ति, यदि विकरणप्रत्ययः नास्ति तथापि धातु अङ्गं भवति खलु, अधुना इ इति अङ्गमेव अस्ति, तर्हि अङ्गमस्ति परे प्रत्ययः अस्ति, प्रत्ययस्य ये कार्याणि भवन्ति तत्सर्वं भविष्यति। अधुना तु विकरणप्रत्ययमिति अङ्गकार्यं न भवति, किमर्थम् इत्युक्ते विकरणप्रत्ययस्य लुप्तं भवति। अग्रे गत्वा तिङ्प्रत्ययः अस्ति, साक्षात् परे अस्ति, तर्हि तस्य सर्वाणि कार्याणि तन्निमित्तकार्याणि। अस्तु, विकरणप्रत्ययः मध्ये नास्ति, नो चेत् धातूनां धातुषु यत् परिवर्तनं भवति तत् न भवति, यथा सार्वधातुक अर्धधातुको यौः वा पुगन्तलघुगतस्य, एतानि कार्याणि भवन्ति किल, तत्र भू इत्युक्ते भो इति भवति, तादृशकार्याणि अत्र न भवति यतोहि अत्र विकरणप्रत्ययः नास्ति इति। अग्रे पठामि वा भगिनि? वयं जानीमः यत् दशधातुगणाः विभक्ताः तिङ्प्रत्ययनिमित्तकस्य अङ्गस्य अन्तिमवर्णस्य अनुसारम् येषु धातुगणेषु अङ्गम् अदन्तं भवति ते धातुगणाः प्रथमगणसमूहे वर्तन्ते, येषु धातुगणेषु अङ्गम् अनदन्तं भवति ते धातुगणाः द्वितीयगणसमूहे वर्तन्ते। तर्हि अत्र प्रश्नः उदेति यत् अदादिगणः कस्मिन् गणसमूहे अस्ति, अपि च किमर्थम्? सामान्यतया धातुगणेषु विकरणप्रत्ययाः सन्ति, तत्र विकरणप्रत्ययस्य अन्तिमवर्णः एव अङ्गस्य अन्तिमवर्णः। यथा भ्वादौ शप् इति विकरणप्रत्ययः भू धातोः भव इत्यङ्गम्, अङ्गस्य अन्तिमवर्णः ह्रस्व अकारः, शपः एव अन्तिमवर्णः, अतः अङ्गम् अदन्तम्। स्वादौ श्नु इति विकरणप्रत्ययः ची धातोः चिनु इत्यङ्गम्, अङ्गस्य अन्तिमवर्णः उकारः, श्नोः एव अन्तिमवर्णः, अतः अङ्गम् अनदन्तम्। अधुना अदादौ कथं भवति? विकरणप्रत्ययस्तु नास्ति एव, तर्हि केन आधारेण अङ्गं जायते ज्ञायते? अङ्गम् अदन्तं वा अनदन्तं वा इत्यत्र कथं निर्णीयते? उत्तरं तु अस्माभिः प्रायः बुद्धमेव। अदादौ धातुरेव अङ्गम्, अतः धातोः यः अन्तिमवर्णः स एव अङ्गस्यापि। अदादौ अस् धातुः सकारान्तः, अतः अङ्गमपि सकारान्तम्। पा धातुः आकारान्तः, अतः अङ्गमपि आकारान्तम्। यू धातुः उकारान्तः, अतः अङ्गमपि उकारान्तम्। अदादौ यथा धातुः तथा अङ्गम्, अपि च अदादौ अकारान्तदातवः न सन्ति एव, अतः सर्वाणि अङ्गानि अनदन्तानि, अत एव अदादिगणः द्वितीयगणसमूहे वर्तते। वयं पूर्वं परिशीलितवन्तः दशधातुगणाः द्विधा विभज्यम् अस्माभिः तिङ्प्रत्ययस्य निमित्तककार्येण। तत्र अङ्गं यद्भवति तत् अन्तिमवर्णस्य अन्तिमवर्णम् अनुसृत्य एव अङ्गम् अदन्तं वा अनदन्तं वा इति वयं निर्णीतवन्तः। सर्वत्र वयं यदि पश्यामः चेत् शप् वा श्नु वा श्ना वा सर्वत्र अजन्तदातवः एव आसीत्। तत्र शप् तत्र अकारः अस्ति, श्ना तत्र आकारः अस्ति, अतः अङ्गमपि तत्र सर्वत्र अजन्तः एव आसीत् इति। यत्र यत्र अङ्गम् अकारे अङ्गान्तम् अकारः अस्ति तत्र अदन्तम् इति वदामः। यत्र अविहाय अन्यवर्णाः भवन्ति तत्र अनदन्तं भवति इति विभजनम् अभवत्। प्रथमगणे केवलम् अदन्तं, द्वितीयगणसमूहे अनदन्तानि इति। तर्हि अदादिगणः कस्मिन् गणे वयं गणयामः, अपि च किमर्थं, कारणं किम् इति प्रश्नः उदेति इदानीम्। अदादिगणे विकरणप्रत्ययः एव नास्ति, अतः धातुः एव अङ्गं भवति। धातोः अन्तिमवर्णः एव तस्य अदन्तं वा अनदन्तं वा इति निर्णेतुं शक्नुमः। तर्हि अदादिगणे अदन्तदातवः नास्ति एव, सर्वे अनदन्ताः एव, अतः केवलं द्वितीयगणसमूहे वयं अदादिगणः गणयितुं शक्नुमः। यतोहि पृच्छतु, श्रूयते वा? किमर्थम् अदन्तम् अदन्तम् इति किमर्थम् अस्माकं चिन्तनं तथा भवति? अङ्गम् अदन्तं भवति चेत् इत्युक्ते धातु विकरणप्रत्ययोः मेलन अनन्तरं अङ्गस्य अन्ते यदि अकारः अस्ति ते अदन्तम् इति वदामः. तस्य आवश्यकता का, तादृशचिन्तनस्य आवश्यकता? अन्यगणेषु अदन्तम् अनदन्तम् इति कार्याणि वयं दृष्टवन्तः, परन्तु अत्र तादृशं न भवति यतोहि विकरणप्रत्यये एव नास्ति इति. अपि च धातु एकमपि एकः अपि धातुः अकारान्तः नास्ति इति. मम कथनस्य एवम् आशयः अस्ति. अत्र अस्माकं यत् वयं प्रत्ययः निर्मितवन्तः तत्र तु अदन्तम् अदन्ताङ्गानाम् अदन्ताङ्गानां कृते अदन्त अनदन्ताङ्गानां कृते भिन्नप्रत्ययः स्वीकृतवन्तः, निर्माणं कृतवन्तः यत्र तिङ् प्रत्ययः. तर्हि यत्र यत्र वयं तिङ्प्रत्ययस्य निर्माणसमये वयं द्विविधस्तिङ्प्रत्ययाः निर्माणं कृतवन्तः. एकमासीत् अदन्ताङ्गानां कृते, अन्यदासीत् अनदन्ताङ्गानां कृते. तर्हि यत्र अङ्गम् अदन्तं चेत् तदनुसृत्य तिङ्प्रत्ययाः अस्माभिः स्वीकर्तव्यानि भवन्ति. यदि अनदन्तं चेत् तदनुसृत्य भिन्नस्तिङ्प्रत्ययाः स्वीकर्तव्यम् निश्चयेन. तत्र अत्र तिङ्प्रत्ययाः केवलम् अनदन्तम् अनुसृत्य वयं स्वीकरणीयम्, अस्माभिः स्वीकरणीयम्. चतुर्थः बिन्दुः किल भगिनि? तिङन्तपदानां सिद्ध्यर्थम् अदादिगणः वर्गद्वये विभक्तः, अजन्तधातवः हलन्तधातवः च. अधुना अजन्तधातूनां तिङन्तरूपाणि साधयाम. अदादिगणे हलन्तधातूनां कृते प्रथमतया हल् सन्धिः पठनीयः. साधारणभाषाज्ञानार्थं यः हल् सन्धिः सः तु न, पदस्य व्युत्पर्थार्थं हल् सन्धिः, व्युत्पत्त्यर्थं हल् सन्धिः. अस्माकं पाठे अपरेषु गणेषु हलन्तधातवः आसन्, परन्तु एतावता धातुतिङ्प्रत्ययोः मध्ये विकरणप्रत्ययः भवति स्म, अपि च विकरणप्रत्ययाः सर्वे अजन्ताः सन्ति. अतः अङ्गतिङ्प्रत्ययोः संयोजने हल् हल् इत्यनयोः मेलनं न जातं, हल् सन्धेः च अवसरः न जातः. दिवादिगणे य, श्वादिगणे नु, क्र्यादिगणे न च विकरणप्रत्ययः स्वयं हलादिः. अतः हलन्तधातुः हलादिविकरणयोः संयोजनं तु भवति, परन्तु तत्र केवलं मेलनं भवति. इत्युक्ते तत्र हल् हल् इत्यनयोः संयोजने विकारः न भवति, अतः केवलं मेलनं न तु सन्धिः. अत्र वयं इदानीम् अदादिगणे तिङन्तप्रत्ययानां सिद्ध्यर्थं द्विधा विभजनं कुर्मः, अजन्तधातवः हलन्तधातवः इति. अजन्तधातूनां विषये इदानीं साधयामः रूपाणि, तिङन्तरूपाणि. अत्र हल् सन्धेः ज्ञानम् आवश्यकम् अस्ति. यथा वयं भाषाज्ञानार्थं सामान्यपदानां निर्माणार्थं हल् सन्धिः पठामः, तथा न, परन्तु पदस्य व्युत्पत्त्यर्थे हल् सन्धिः आवश्यकम् अस्ति, आवश्यकः अस्ति. अत्र अन्यगणेषु अपरेषु गणेषु हलन्तधातवः सन्ति, परन्तु धातुविक्रतिङ्प्रत्ययोः मध्ये विकरणप्रत्ययः आसीत्. अपि च सर्वे विकरणप्रत्ययाः अजन्ताः सन्ति, श्नु तथा सर्वे अजन्ताः सन्ति, सर्वे विकरणप्रत्ययाः. अतः हल् सन्धेः प्रसक्तिः एव न आगच्छति. परन्तु दिवादिगणे स्वादिगणे च दिवादिगणे य स्वादिगणे नु क्रादिगणे न च विकरणप्रत्ययः स्वयं हलादिः अस्ति अतः हलादिः अस्ति आदौ हलन्तम् अस्ति परन्तु तत्र तु सन्धिः न भवति केवलं वर्णमेलनं भवति अतः सन्धेः प्रसक्तिः न आसीत् तत्र तत्रापि अत्र हल्सन्धेः प्रसक्तिः अस्ति अदादिगणे एतावत्पर्यन्तं वयं भाषावर्गे तु पदान्तकार्याणि सन्धिकार्याणि एव दृष्टवन्तः किन्तु यत्र वयं धातु निर्माणसमये अपदान्तम् अस्ति खलु तर्हि तादृश अपदान्तकार्याणि एतावत्पर्यन्तं न दृष्टवन्तः सन्धिसूत्राणि तर्हि तेषाम् पठनम् आवश्यकं भवति तर्हि अत्र अदन्त अजन्तधातूनामेव अत्र पठनं भवति अस्मिन् करपत्रे अग्रे गत्वा हल्सन्धिकार्याणि पठित्वा अनन्तरं हलन्तकार्याणि कक्षा रामप्रिय आं भगिनि अदादिगणे यदा वच् धातुः अस्ति तत्र साक्षात् परे ति आयाति वच् योगः ति वक्ति अत्र चकारः ककारः जातः विषयः च हल्सन्धिः इति जुहोत्यादिगणे रुदादिगणे चापि तादृशः हल्सन्धिः सन्धेः विषयः आयाति अतः प्रथमम् अदादिगणस्य अजन्तदातवः अस्माभिः करिष्यन्ते तदा जुहोत्यादिगणस्य अजन्तदातवः परं हल्सन्धि इति विषयः परिशीलनीयः अनन्तरम् अदादिगणस्य जुहोत्यादिगणस्य रुदादिगणस्य च हलन्तदातवः अवलोकनीयाः रुदादिगणे अजन्तदातवः न सन्ति एव अत्र वच् धातु इति अदादिगणीयधातु अस्ति तत् परे यदा ति आगच्छति चेत् भक्ति इति रूपं भवति चकारः योगः चकारः ककारः भवति तत्तु हल्सन्धि इति कारणात् जुहोत्यादिगणे रुदादिगणे अपि हल्सन्धिः आगच्छति प्रथमम् अदादिगणस्य अजन्तदातवः अनन्तरं जुहोत्यादिगणस्य अजन्तदातवः अनन्तरमेव हल्सन्धिविषये वयं परिशीलनीयः इति रुदादिगणे अजन्तदातवः न सन्ति एव अतः हलन्तदातवः एव अस्ति इति कारणात् अत्र हल्सन्धिविषये तदपि वयम् अवलोकनीयाः पठामि एव भगिनि पूर्वमेव अस्माभिः ज्ञातं यत् सार्वधातुकलकारेषु क्रियापदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं द्वितीयं तिङ्प्रत्ययसिद्धिः तृतीयं तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनं यदा वयं दृष्टवन्तः पूर्वमेव त्रीणि सोपानानि सन्ति सार्वधातुकलकारेषु प्रथमं तु विकर्णप्रत्ययनिमित्तिकम् अङ्गकार्यम् अनन्तरं धातु विकर्णप्रत्ययोः मेलनं भवति द्वितीयं तिङ्प्रत्ययसिद्धिः भवति तृतीयम् अस्ति तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यम् अनन्तरम् अङ्गं तिङ्प्रत्ययोः मेलनम् इति आं भगिनि विकरणप्रत्यय निमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं कुत्रापि किमपि कार्यं नास्ति यतः शप् विकरणप्रत्ययस्य लुक् भवति अतः शप् न दृश्यते न वा अङ्गकार्यस्य निमित्तं भवति अत्र प्रथमसोपाने प्रथमसोपानस्य विषये दत्तमस्ति, विषयं दत्तमस्ति अत्र. पदादिगणे प्रथमसोपानस्य कार्यं किमपि न भवति. किमर्थं चेत् अत्र शप् यः विकरणप्रत्ययः अस्ति तस्य लुक् भवति, अतः शप् धातुः विकरणप्रत्ययं न पश्यति, अतः अत्र अङ्गकार्यस्य निमित्तम् अपि न भवति. सामान्यतया द्वितीयबिन्दुः अस्ति तिङ्प्रत्ययसिद्धिः. अदादिगणे अङ्गम् अनदन्तम्, अतः अनदन्ताङ्गानां कृते सिद्धतिङ्प्रत्ययाः भवन्ति. धातुद्वयस्य दरिद्र जागृ कृते विशेषकार्यं वर्तते. अस्मिन् पाठे यत्र तयोः विवरणम् अस्ति तत्रैव इदं कार्यं प्रदर्शयिष्यते. तौ द्वौ विहाय यत्र अङ्गम् अनदन्तं तत्र यथा सर्वेषां धातूनां कृते सिद्धतिङ्संज्ञकप्रत्ययाः तथा अत्रापि. अतः अदादिगणे सिद्धतिङ्प्रत्ययाः एते एव. अत्र सिद्धतिङ्प्रत्ययाः के भवन्ति विषये किञ्चित् दत्तमस्ति. अदादिगणे अङ्गं तु अनदन्तम्, अतः अनदन्ताङ्गानां कृते ये सिद्धतिङ्प्रत्ययाः भवन्ति अदादिगणविषये अपि ते एव सिद्धतिङ्प्रत्ययाः. परन्तु अत्र द्वौ धातौ विषये विषये किञ्चित् भिन्नमस्ति. अत्र किञ्चित् विशिष्टकार्यं भवति. तस्मिन् विषये तु यथा वयं द्वयोः धातुविषये पठिष्यामः तस्मिन् समये एव तेषां विवरणं भवति इति दत्तमस्ति. अनन्तरम् अत्र सिद्धतिङ्प्रत्ययाः के इति परस्मैपदी धातूनां कृते, आत्मनेपदी धातूनां कृते लट् लोट् लङ् विधिलिङ्ग् लकारेषु के भवन्ति इति दत्तमस्ति. तदपि पठामि वा भगिनि? परस्मैपदं लट् लकारः तीतः अन्ति, सीथः थ मि वह मह. आत्मनेपदि लट् लकारः ते आते अते, से आथे द्वे, ए वहे महे. लोट् लकारः परस्मैपदं तु तात् ताम् अन्तु, हि तात् तं त आनि आव आम. आत्मनेपदं ताम् आताम् अतां, स्व आथां ध्वम्, ऐ आवहै आमहै. लङ्लकारः परस्मैपदं त तकारः ताम् अन्, सकारः तं त अं व म. आत्मनेपदं त आताम् अत, थाः आथां ध्वम्, इ वहि महि. विधिलिङ्लकारः परस्मैपदं यात् यातां युः, याः यातं यात, यां याव याम. आत्मनेपदम् ईत ईयाताम् ईरन्, ईथाः ईयाथाम् ईध्वम्, ईय ईवहि ईमहि. अग्रे अपि पठामि वा भगिनि? महोदय, तर्हि अत्र क्रियापदं निमित्तकं सोपानानि द्वयमेव वक्तुं शक्नुमः वा? किमर्थम् इत्युक्ते विकरणप्रत्ययः लुक् अभवत् इति तत्र किमपि कार्यमेव नास्ति. तर्हि किन्तु अतो वृद्धिर्लुकि हलि इति सूत्रम् विशिष्टकार्यम् अस्तु भगिनि. तर्हि तृतीयबिन्दुः अस्ति इदानीं तिङ् प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गतिङ् प्रत्ययोः मेलनम् अत्र कार्यं वर्तते यत्र प्राप्तिः अस्ति अष्टप्रकारकाः अजन्तदातवः सन्ति अदादिगणे षट् यतः अकारान्तदातवः ऋकारान्तदातवः च न सन्ति इदानीं तृतीयबिन्दुः अस्ति अङ्गं निष्पन्नं तर्हि अङ्गतिङ् प्रत्ययोः मेलनमेव तृतीयसोपानम् अस्ति यत्र यत्र कार्यं कार्यस्य प्रसक्तिः अस्ति तत्र कार्यं भवति इति अजन्तदातवः अष्टप्रकारकाः सन्ति इति दत्तं यत् यत् अदादिगणे अकारान्तः अपि ऋकारान्तदातवः न सन्ति यत् अतः अदादिगणे षट्प्रकारकः अजन्तदातवः एव भवन्ति इति अकारान्तदातवः न सन्ति तर्हि प्रथम बिन्दुः अस्ति आकारान्तदातवः पञ्चदश आकारान्तदातवः सन्ति या वा भा श्ना श्रा द्रा सा पा रा ला दा ख्या प्रा मा दरिद्रा इति अत्र पञ्चदशसु चतुर्दश सामान्य आकारान्तदातवः सन्ति दरिद्रा विहाय या वा भा श्ना श्रा द्रा सा पा रा ला धा दा ख्या प्रा मा इति अत्र एकविशिष्टं सूत्रमस्ति लङ्गः शाकटायनस्यैव इति आकारान्तात् धातोः लङि झेः झुस् आदेशः भवति शाकटायनस्य मतेन शाकटायनः कश्चन वैयाकरणः आसीत् पाणिनेः पूर्वम् अनेन परस्मैपदे लङि प्रथमपुरुषबहुवचने विकल्पेन अन् उः इत्येतयौ तिङ्प्रत्ययौ भवतः लङ्गः षष्ट्यन्तं शाकटायनस्य षष्ट्यन्तम् एव अव्ययपदं त्रिपदमिदं सूत्रम् आतः इति सूत्रस्य अनुवृत्तिः झेर्जुस् इत्यस्मात् झेहे जुस् इत्यस्य अनुवृत्तिः धातोः इत्यस्य अधिकारः पञ्चम्यन्तम् एकपदमिदं सूत्रम् अत्र आतः धातोः अस्मिन् सूत्रे आयाति तर्हि अनुवृत्तिसहितसूत्रं भवति शाकटायनस्य एव मते लङ्गः आतः धातोः झेहे जुस् इति शाकटायनः इति पाणिनेः पूर्वजः एक वैयाकरणः आसीत् तस्य अभिप्रायः अस्ति तेन मतेन अत्र लङ्गकारे प्रथमपुरुषबहुवचने विकल्पेन रूपद्वयं भवति अन् उः इति तिङ्प्रत्ययौ भवतः तर्हि शाकटायनस्य मतेन लङ्लकारे आकारान्तधातोः जेहे जुस् इति आदेशः भवति इति वयं झेर्जुस् इति सूत्रं पूर्वमपि दृष्टवन्तः अत्रापि तथैव लङ्लकारे आकारान्ताद्धातोः जेहे जुस् इति आदेशः भवति इति अस्ति साधारणतया अस्माकं झोन्तः इति एव आगच्छति तत्र अत्र झेहे जुस् इति कारणेन उकारः आगच्छति विधिर्लिङ्गि पूर्वं दृष्टवन्तः परस्मैपदि अधुना लङ्लकारे अपि आं भगिनि भगिनी एकः प्रश्नः अत्र अत्र एतत् सूत्रं केवलम् अदादिगणगणगणविषये एव अस्ति वा अन्यगण गणेषु अपि भवति वा अत्र आकारान्तधातोः इति लङि जेजस् इति भवति किन्तु किम् इत्युक्ते यत्र धातोः अङ्गम् इति न आसीत् खलु अङ्गस्य इति अनुवृत्तिः नास्ति तर्हि यत्र विकरणप्रत्ययः आयाति तत्र एतस्य प्रायः अहं न सम्यक् न जानामि महोदय प्रायः महोदयं पृष्ट्वा वदामि अस्तु अस्तु भगिनि, अस्तु भगिनि, धन्यवादः. पूर्वं यत् मया उक्तं किञ्चित् तस्य किञ्चित् अधुना पुस्तकं दृष्टवती तर्हि किञ्चित् भिन्नरीत्या लिखितमस्ति. इत्युक्ते अत्र लोपः इति कार्यं साधारणतया लोपः इति भवति, तर्हि प्रत्ययलोपे प्रत्ययलक्षणं यत् इति सूत्रमागत्य तन्निमित्ते कार्यं भवति. किन्तु लोपः इति अदर्शनं लुक् श्लू लुक् इत्येभिः इत्यादिः अपि भवितुमर्हन्ति. लोपः इति अदर्शनकार्यं कुत्रचित् भवति, सूत्रे सूत्रं वदति लोपः इति वदति, तर्हि तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रमागत्य कार्यं करोति. किन्तु यत्र लुक् श्लू लुक् इति संज्ञाभिः इति लुमान्तः संज्ञाभिः यत्र कार्यं विधीयते तर्हि तत्र न लुमताङ्गस्य इति सूत्रेण तन्निमित्तकार्यं न भवति. तर्हि लुक् प्रत्ययः लुक् लुक् इत्यस्य अपि न लुमताङ्गस्य इत्यनेन कार्यं न विद्यते. किन्तु यत्र लुक् इति न उक्तमस्ति, लुक् श्लू लुक् इति नास्ति, किन्तु केवलं लोपः इति अस्ति चेत् तत्र प्रत्यलोपे प्रत्ययलक्षणम् इति तत्र कार्यम्. आमां तदेव. लुक् प्रत्ययस्य किं भवति, लुप् लुप् अपि प्रत्ययः न लुमताङ्गस्य इत्यनेन न कार्यं विद्यते. लोपः इति अहं पठामि अत्र किम् उक्तमस्ति इति. प्रत्ययस्य लोपः केवलं लोपशब्देन अपि भवितुमस्ति, तथा च लुक् श्लू लुक् एतैः शब्दैः अपि भवितुमर्हति इति. निर्दिशितं किल तदपि लुमानेव अस्ति इति. तर्हि त्रयाणाम् अवसरेषु लुमताङ्गस्य न लुमताङ्गस्य कार्यं करोति. किन्तु यत्र लुक् नास्ति, श्लू नास्ति, लुप् नास्ति, किन्तु केवलं लोपः इति उक्तमस्ति चेत् प्रत्ययलोपलक्षणम्. आमां तदेव तदेव भगिनी उक्तवती, क्षम्यता भगिनी, मम एतावत् पर्यन्तं न इदानीं स्पष्टम् अभवत् किल, तर्हि उत्तमं. धन्यवादः. उस्य पदान्तात् अपदान्तात् अकारात् उसि प्रत्यये परे पूर्वपरयोः पररूपं पररूपादेश पररूपम् एकादेशः भवति. आद् गुणस्य अपवादः अवा योगः उः, अव् योगः उः, अवुः. न पदान्तम् अपदान्तं तस्मात् अपदान्तात् उसि सप्तम्यन्तम् अपदान्तं पञ्चम्यन्तम् अपदान्तात् पञ्चम्यन्तं द्विपदमिदं सूत्रम्. आद् गुणः इत्यस्मात् आत् इत्यस्य अनुवृत्तिः, इको यणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः अनुवर्तते अत्र, यतोहि परेषु सूत्रेषु अपि तस्य आवश्यकता. एङि पररूपम् इत्यस्मात् पररूपम् इत्यस्य अनुवृत्तिः, एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् अपदान्तात् आत् अचि उसि, एकः पूर्वपरयोः पररूपं संहितायाम्. अत्र उस्य पदान्तात् इति सूत्रस्य विवरणम् अत्र अपदान्तात् अकारात् इत्युक्ते अत्र अङ्गः वा भवतु प्रत्ययः वा भवतु, परन्तु पदं नास्ति. तस्मात् अकारात् तादृशः अकारः तस्मात् उसि प्रत्यये परे पूर्वपरयोः स्थाने पूर्वपरयोः पररूपम् एकादेशः भवति इति सूत्रम्. आद्गुणः इति सूत्रस्य अपवादसूत्रम्. उदाहरणार्थम् अवायोगः उः, अत्र अपदान्तात् अकारात् अपदान्त अकारः अस्ति अत्र, उः अस्ति, प्रत्यये परे अस्ति, प्रत्ययः परे अस्ति, तत्र पूर्वपरयोः स्थाने आकारः अस्ति, परे अस्ति उकारः, द्वयोः स्थाने एकादे पररूपमेव एकादेशः भवति, तत्र उकारः एव तिष्ठति, आ गच्छति, तर्हि अव् योगः उः, अवुः इति निष्पन्नं, न पदान्तम् अपदान्तं, तस्मात् अपदान्तात् इति पञ्चम्यन्तं रूपम्, उसि सप्तम्यन्तम् अस्ति, अपदान्तात् पञ्चम्यन्तं, द्विपदम् इदं सूत्रम्, आद् गुणः इत्यस्मात् आत् इति अनुवृत्तिः इत्यस्य अनुवृत्तिः, इकोयणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, अत्र अनुवृत्तेः विवरणं दत्तं वा? अनुवर्तते अत्र यतोहि परेषु सूत्रेषु अपि तस्य आवश्यकता इति भगिनि कपूर्महोदयेन ह्यः पृष्टमासीत् खलु, अहं मन्ये अनन्तकृष्णमहोदय प्रायः उक्तवान् किमर्थम् अचि इति वक्तं वदनस्य न आवश्यकता नास्ति खलु, उसि इति एव वक्तव्यं वदति चेत् एव पर्याप्तं खलु, किमर्थम् इत्युक्ते उसि इति उस् इति प्रत्ययः अजादि अस्ति, तर्हि अचि इत्यस्य कथनस्य का आवश्यकता इति प्रश्नः आसीत्, तस्य उत्तरम् एवम् अस्ति, अचि इति अत्र किमपि तस्य प्रसक्ति किमपि नास्ति, वदनस्य आवश्यकता नास्ति, किन्तु अग्रे अनुवृत्त्यर्थम् अग्रिमसूत्रस्य अनुवृत्तिः क्यारि फार्वर्ड् करणीयं चेत् करणीयं, अहं न आगतवती ह्यः, अतः अनुवर्तते अत्र यतोहि परेषु सूत्रेषु अपि तस्य आवश्यकता, एङ्गि पररूपम् इत्यस्मात् पररूपम् इत्यस्य अनुवृत्तिः, एकः पूर्वपयोः संहितायां द्वयोः अधिकारः, अनुवृत्तिसहितसूत्रम् अपदान्तात् आत् अचि अचि उसि, एकः पूर्वपरयोः पररूपं संहितायाम् इति रूपं अनुवृत्तिसहितसूत्रम् अग्रे अपि अन्यत्र सन्धिः एव भवति. क्षम्यताम्, अत्र एकः प्रश्नः अस्ति, अत्र अपदान्तात् अकारात् इत्युक्ते अत्र यः लङि प्रथमम् अकारः आगच्छति तस्य प्रसक्तिः वा, अथवा अत्र यः आकारः अन्ते अस्ति तस्य प्रसक्तिः वा? अत्र अपदान्त् आत् इति अस्ति, अकारात् इति नास्ति, आत् इत्युक्ते आकारात् इति, परन्तु अकारात् इत्युक्ते आकारात् इति भवति, परन्तु अत्र प्रसक्तिः तु यः आकारः अस्ति अन्ते तस्य प्रश्नः, तत्तु पदान्तं नास्ति वा भगिनि? सुप्तिङन्तं पदम् इत्यनेन पदान्तकार्यं भवति, अत्र तु यत्र तिङपि एवम् अधुना तु अवा इति अङ्गमेव अस्ति खलु, अङ्गमेव अस्ति इदानीम्. अहं सम्यक् न उक्तवती, अत्र अवा इत्यत्र पूर्व मीन् अक्षरस्य अत्र अकारस्य विषये अकारात् आगच्छति इति उक्तवती, अतः महोदयः पृष्टवान्, धन्यवादः महोदय. मम अपि किञ्चित् प्रायः अत्र संशयः आसीत् भगिनि, तदर्थमेव पृष्टवान्, धन्यवादः. यत्र आद्गुणः सूत्रमस्ति तत्रापि आत् इति शब्दस्य अकार आकारः ग्रहणं भवति किल, अवुः इति लुङ्लकारं वा भगिनि? न, अत्र तु लङ्लकारे एव तादृशं लङ्लकारस्य एव पुनः आमां यत्र यत्र जुस् इति आयाति अग्रे तत्र अवान् अवुः इति रूपद्वयं भगिनी पूरयति वा अन्यत्र सन्धिः अहं वा भगिनि आमां वाक्यद्वयम् यथा वा धातुः वा योगः अन्ति अकः सवर्णे दीर्घः वा अन्ति वा योगः अन् अवान् अत्र यत्र यत्र सन्धेः प्रसक्तिः अस्ति अत्र उस्यपदान्तात् इति लङ्घः प्रसक्तिः नास्ति तत्र सन्धिः एव भवति तर्हि उदाहरणार्थं वायोगः अन्ति सवर्णदीर्घसन्धिः वान्ति अवायोगः अन् वान् इति अग्रे चतुर्षु लकारेषु इङन्तरूपाणि वक्तव्यानि उपरि दत्तानां नियमानाम् आधारेण रूपचिन्तनं करोतु इति ओ अस्तु भगिनि धन्यवादः भगिनि रामप्रिया भगिनी वदति तर्हि वा इति धातोः लट्लकारः वा वा आं भगिनि वा परस्मैपदी धातुः परस्मैपदी परस्मैपदी लट्लकारे वा एव अङ्गमस्ति वा योगः ति वाति प्रथमपुरुषे प्रथमपुरुष एकवचनं वायोगः तः वातः वायोगः अन्ति अत्र एव अकः सवर्णे दीर्घः इति सन्धि कार्यं भवति वान्ति इति रूपं मध्यमपुरुषे वायोगः सि वासि वायोगः तः वातः वायोगः थ वाथ उत्तमपुरुषे वायोगः मि वामि वा वः वा मः एकस्थाने एव सन्धि प्रथम अन्यत्र अन्यत्र वर्णमेलनं गुणकार्यं गुणकार्ये प्रसक्तिः अस्ति किन्तु कार्यं सुब्रह्मण्य लोट्लकारम् आं भगिनि करोमि एकनिमिषः इदानीं लोट्लकारः वायोगः तु अस्ति अत्र वा तु विकल्पेन वायोगः तात् वातात् वातां वायोगः अन्तु अत्र अकः सवर्णे दीर्घः इत्यनेन वान्तु भवति वायोगः हि वाहि वायोगः तात् वातात् वातं वात अनन्तरं वायोगः आनि अत्र गुणकार्यं गुणकार्यस्य प्रसक्तिः परन्तु आकारस्य गुणः आकारः एव भवति अतः अत्र वाणि वाव वाम गुणकार्यस्य वा महोदय सवर्णदीर्घस्य अत्र गुणकार्यं खलु भगिनि अत्र आनि आव आम तु पित् अस्ति खलु पाडुत्तमस्य पिच्च इत्यनेन किन्तु गुणकार्यं प्रसक्तिः अस्ति किन्तु प्राप्तिः न प्राप्तिः नास्ति परन्तु भगिनी अत्र आ इत्यस्य गुणः आ एव भवति खलु भगिनि किन्तु एकं सूत्रमस्ति इत्युक्ते किमासीत् गुणस्य केषां गुणः भवति इति एकं सूत्रम् अस्ति इको गुणवृद्धिः इति अस्ति यत्र इक् वर्णः अस्ति चेत् गुणकार्यं वा वृद्धिकार्यं वा भवति अकारः अस्ति चेत् तस्य गुणः अकारः साक्षात् गुणवर्णः अस्ति किन्तु अस्य गुणकार्यम् इति न भवति तदर्थम् अत्र सवर्णदीर्घ अकः सवर्णे दीर्घः भवति वा इदानीं धन्यवादः भगिनी हेम भगिनी लाङ्ग्ल इदानीं लङ्लकारः अत्र तु लुङ् लङ् लृङ्षु अडुदातः अनेन धातोः प्राक् अकारः आयाति तर्हि अवा इति अङ्गम् इति अवायोगः तकारः अवात् अवाताम् अवायोगः अन् अत्र अवान् इति एकं रूपम् अकः सवर्णे दीर्घः अनेन अपि च शाकटायनस्य मतेन उसि अपदान्तम् इति कारणेन तत्र पूर्वपरयोः स्थाने एकः एव पररूपम् एकादेशः आगच्छति अतः अवा योगः उः अवुः इति रूपमपि आगच्छति रूपद्वयं भवति तत्र तदनन्तरम् अवायोगः सकारः ससजुषोरुः खरवसानयो विसर्जनीयः अतः अत्र विसर्गः आयाति अवाः अवातम् अवात अवायोगः अम् अत्र पुनः अकः सवर्णे दीर्घः सवर्णदीर्घसन्धिं भूत्वा अवाम् अवाव अवाम इति रूपाणि निष्पन्नः धन्यवादः भगिनी प्रयत्नं करोमि अत्र वायोगः विधिङ्गकारे वायोगः यात् वायात् वायाताम् अत्र वायोगः युः अत्र लङ् अत्र वायोगः वायुः इत्येव केवलं वर्णमेलनमेव किल भगिनि आं भगिनि उस्य पदान्तात् अत्र उकारः नास्ति खलु भगिनि अकारात् परे साक्षात् परे अत्र तु या सुट् इत्येन मध्ये या इति उपविशति या आमां या वायाः वायातं वायात वायां वायाव वायाम इति धन्यवादः भगिनि अत्र हिमा भगिनी लट्लकारं वदति वा अग्रे अत्र उक्तमस्ति आत्मनेपदे घा धातुः भ्वादिगणे अस्ति परन्तु रूपाणि अगादिगणे अनेके अस्ति तदपि ह्यः कृतवन्तः खलु गा धातुः भगिनि पुनः वदतु अग्रे गा धातोः कृतवन्तः वा ह्यः आम् आं भगिनि कृतवन्तः तर्हि आत्मनेपदरूपाणि लट्लकारे वा गा इति धातुः अस्ति गा इति अङ्गमपि अस्ति इदानीं गायोगः ते गाते इति अग्रे आते अति अते द्वयमपि अत्र अकः सवर्णे दीर्घः अनेन अत्र गाते गाते इति रूपे एव भवतः तर्हि प्रथमपुरुषे सर्वत्र गाते गाते गाते इत्येव भवति अनन्तरं गासे गाथे गाद्वे अत्रापि आथे अकः सवर्णे दीर्घः कार्यं करोति तदनन्तरं गायोगः ए अस्ति अत्र वृद्धिरेचि कार्यं कृत्वा गै इति रूपम् आगच्छति आयोगः ए ऐ इति भवति तर्हि गै इति तदनन्तरं गावहे गामहे इति धन्यवादः शान्ति भगिनी धातुः कं भगिनि लोट्लकाररूपं भगिनि गा इति धातु गा भगिनि आमाम् अत्र करपत्रे पश्यति चेत् बि इति अस्ति आत्मनेपदे गा धातुः इति अस्तु आत्मनेपदे गा धातुः लोट्लकारे गायोगतां गातां गातां गातामेव द्विवचने बहुवचने अपि गातां गाताम् इति एव रूपाणि गास्व गाथां गाध्वं गायोगः ए अत्र गुणसन्धिः किल भगिनि गायोग ए इति गुणवर्णः ऐ ऐ ऐ इति वृद्धिः वृद्धिवर्णः तर्हि रूपं किं भवितुमर्हति गै गै गाव गावहै वृद्धिरादेशे सूत्रे गावहै गामहै धन्यवादः भगिनि रामप्रिया भगिनि लङ्लकारं लङ्लकारः प्रथमं तु लुङ् लङ् लृङ् षु ष्वडुदातः इति सूत्रेण अडागमः भवति अघा इति अङ्गम् अघात् अघातान् अघात अत्र तु सवर्णदीर्घसन्धिः भवति अकः सवर्णदीर्घः इति सूत्रेण मध्यमपुरुषे अगाताः अगाताम् अगाध्वम् अगातम् अत्रापि सवर्णदीर्घसन्धिः भवति अगायोगः इ अघे इति भवति अत्र तु गुणः आद्गुणः इति सूत्रेण आकारः इकारः अघे अगावहि अगामहि अत्र अत्र वर्णमेलनमेव विधिलिङ्ग अत्र गायोगः ईत अत्र अत्र स्वरसन्धिः इदानीम् अत्र गेत भवति तथा एव गेयातां गेरन् गेथाः गेयाथां गेध्वं गेय गेवहि गेमहि अस्तु महोदय धन्यवादः महोदय तर्हि अद्यतन ह्यस्तन अभवत् खलु भगिनी अत्र गुणसन्धिः एव किल अत्र तु आम् आं भगिनि गुणमेव भवति गुणवर्णः एव आयाति तर्हि गुणमेव गुणवर्णः धन्यवादः शुभरात्रिः